अस्तु तर्हि अस्माकं गीतसोपान पुस्तकस्य द्वितीयभागे चिच्चन इति विषयः, तत्र रूपाणि अस्माभिः अवलोकितानि गतसप्ताहे, तत्र केचन विशिष्टसन्धयः वर्तन्ते, मनसि भवेयुः. अत्र पुनः तत्र अष्टसप्ततितमे पृष्ठे पश्येम पुल्लिङ्गे रूपाणि सन्ति, तत्र अस्तु सुब्रह्मण्यमहोदय कृपया पठतु. अस्तु महोदय. कश्चित् कौचित् केचित् अस्तु अत्र कुत्र सन्धिः, अत्र सन्धिः कुत्र अस्ति प्रथमविभक्तौ? प्रथमविभक्तौ कः योगः चेत् कश्चित् भवति महोदय इति अनुस्वारसन्धिः अस्ति. कः तत्र अनुस्वारः अस्ति न वा विसर्गः? क्षम्यतां, विसर्गः अस्ति न वा? विसर्गः अस्ति महोदय. विसर्गसन्धिः अस्ति, विसर्गः अस्ति. कः इति अस्मिन् विसर्गः अस्ति. तत्र विसर्गस्य स्थाने सकारः, दन्त्यसकारः भवति, अनन्तरं च चित् इत्यस्य चकारस्य प्रभावेन दन्त्यसकारस्य स्थाने तालविषकारः भवति. कश्चित् इति सन्धिः. अग्रे कञ्चित् कौचित् अत्र अत्र अत्र कौचित् केचित् तत्र अत्र नास्ति महोदय. कौचित् कौ योगः चित् कौचित् सन्धिः नाम कः? अत्र योगः तु अस्ति परन्तु कोऽपि परिवर्तनं न भवति अत्र महोदय. तर्हि वर्णानां मेलनेन विकृतिः, परिवर्तनं यत्र भवति तत्र सन्धिः इति वदामः, नो चेत् केवलं मेलनमस्ति. तर्हि कौ योगः चित् कौचित् के योगः चित् केचित् तत्र विकृतिः अस्ति वा? न महोदय, नास्ति खलु. किन्तु कश्चित् कश्चित् तत्र तु अस्ति, यथा भवता उक्तं कः योगः चेत् अत्र विसर्गस्थाने दन्त्यसकारः प्रथमम् आगच्छति, तदनन्तरं दन्त्यसकारः चकारः मेलनेन तालव्यसकारः आगच्छति, तत्कारणात् कः योगः चेत् कश्चित् भवति. कश्चित् इति भवति. सन्ध्या भगिनी किञ्चित् अवगच्छति वा? अहं मम पुस्तकम् अन्वेषयामि. अन्वेषयति? पुस्तकं कुत्र अस्ति इति न जानाति. ओ अस्ति अस्ति अस्तु अस्ति अस्ति अस्ति अस्तु. पद्मा भगिनी, तत्र मया अस्माभिः यत् उक्तं तत् स्पष्टमस्ति? आं महोदय. नाम कः सन्धिः, कथम् एतत् सर्वं भवति, अग्रे अग्रिमे पुस्तके भविष्यति, अग्रिमे पुस्तके भविष्यति. किन्तु सन्धिः अस्ति, तत्र स्थूलरूपेण किं किम् अस्ति इति पश्यामश्चेत् तत्र स्पष्टता जायेत मनसि इति मन्ये. कश्चित् अस्तु, लक्ष्मी भगिनी अग्रे. कञ्चित् कौचित् कांश्चित् अत्र सन्धिः कुत्र कुत्र भवति? कांश्चित् अत्र सन्धिः भवति. अपि च एकवचने नास्ति. कं प्लस् चित् कञ्चित् केवलं मेलनं. नाम मूलशब्दः कः आसीत् मेलनात् प्राक्? कं प्लस् चित् कं, तत्र कम् आसीत्, तत्र कीदृश मकारः आसीत् खलु? नाम सर्वनामरूपाणि सन्ति, कः कौ के कं कौ कान् कम् इति विषयः इदानीं. कः कौ के कम् इति अस्ति, ककारः मकारः. आं महोदय. मकारः, तत्र मकारः अत्र कञ्चित् इत्यस्मिन् रूपे मकारः अस्ति नास्ति तर्हि केवलं मेलनमस्ति सन्धिः अस्ति वा भवती वदतु उच्चारणम् कञ्चित् एव अस्ति न तथा नास्ति तत्र दोषः अस्ति ये मकारः वदन्ति तेषाम् उच्चारणदोषः अस्ति मकारः कुत्र अस्ति अत्र मकारः अस्ति कञ्चित् वा मम प्रश्नस्य उत्तरं वदतु मकारः अस्ति वा नास्ति नास्ति खलु नाम मकारस्य स्थाने अन्यवर्णः आगतः अस्ति प्रत्येकं वर्णस्य उच्चारणं भिन्नम् अस्ति संस्कृतभाषायाम् उच्चारणं भिन्नम् अस्ति अत्र इयकारः इयकारः अस्ति इयकारः मकारः अनयोः महान् भेदः अस्ति स्थानभेदः अस्ति प्रयत्नभेदः अस्ति तत्र नाम उच्चारणं भिन्नम् अत्र कं योगः चित् चकारस्य प्रभावेन मकारस्य स्थाने चकारे चवर्गस्य पञ्चमवर्णादेशः भवति मकारस्य स्थाने य सन्धेः नाम अस्ति ष्टुत्वसन्धिः अग्रिमे पुस्तके भविष्यति ष्टुत्वसन्धिः अत्र ष्टुत्वसन्धिः इत्यनेन मकारस्य स्थाने यकारः अतः कञ्चित् अस्ति यकारः अस्ति कञ्चित् मतु नास्ति कञ्चित् इति वदामश्चेत् हा कञ्चित् य इति अस्ति कञ्चित् अस्तु तत्र कौचित् सन्धिः अस्ति नास्ति महोदय कांश्चित् अस्ति भाति तत् किम् आसीत् मूले कान् योगः चित् दन्त्यनकारः आसीत् तत्र कश्चन सत्त्वसन्धिः अस्ति दन्त्यनकारः ततः अग्रे चकारः अस्ति तस्यां दशायां स्थाने दन्त्यनकारस्य स्थाने अनुस्वारः तालविषकारः इति अस्ति सत्त्वसन्धिः इति नाम अत्र चिन्ता नास्ति किन्तु अस्माकं तत्र मूले किम् आसीत् इति स्मरणेन इदानीन्तनरूपं किमिति स्मरणसौकर्यमस्ति कान् नकारः आसीत् कान् अतः ककारे आकारः का इति आसीत् अतः कथञ्चित् सन्धिं कृत्वा कांश्चित् इति भवति यत्र प्रथमविभक्तौ एकवचने कश्चित् तत्र कः चित् कश्चित् द्वितीयविभक्तौ एकवचने कं चित् कञ्चित् बहुवचने कान् चित् कांश्चित् मम मनसि एवमस्ति यत् मूलरूपं जानीमश्चेत् सौकर्यमस्ति नो चेत् केवलं कण्ठस्थीकरणीयमस्ति कण्ठस्थीकरणात् अपेक्षया यत्र कश्चन तर्कः भवितुमर्हति तत्र सौकर्यं भवति इति कृत्वा एतत् सर्वं कुर्वन् अस्मि न अनेन लाभः अस्ति न वा नो चेत् त्यजामः लाभः अस्ति महोदय लाभः अस्ति अस्तु अन्य कोऽपि अस्ति वा नूतनः पुष्पा अस्मि पुष्पा भगिनि हा ओके अस्तु तर्हि कांश्चित् अग्रे नताशा भगिनी अग्रे तृतीयविभक्तिः महोदय केनचित् काभ्याञ्चित् कैश्चित् केनचित् अत्र सन्धिः अस्ति सन्धिः नास्ति महोदय केन योगचित् केवलं वर्णमेलनमस्ति केनचित् अस्तु अग्रे काभ्याञ्चित् काभ्यां योगचित् पुनः किं पुनः वदतु मूलं काभ्यां काभ्यां मकारः काभ्याम् अस्तु अग्रे योगः चित् काभ्यां योग चित् काभ्याञ्चित् मकारः अवर्ग चवर्गः भवति हा मकारस्य मकारस्य इयकारः भवति चकारस्य प्रभावेन अस्तु समीचीनमस्ति अत्र श्चुत्वसन्धिः इति अस्ति वदामः श्चुत्वं काभ्याञ्चित् अस्तु समीचीनमस्ति अग्रे कैश्चित् मूलरूपं कैः योगचित् अहं चिन्तयामि विसर्गः सन्धि अस्ति विसर्गसन्धिः अस्ति विसर्गसन्धिः इति नेन विसर्गस्य स्थाने दन्त्यसकारः अनन्तरं चकारस्य स्थाने चकारस्य प्रभावेन ष्टुत्वसन्धिं कृत्वा सकारस्य स्थाने षकारः भवति यथा खाद्भ्याञ्चित् इति ष्टुत्वसन्धिः अपि अत्रापि तथा चुत्वमने वस्तुतः अत्र क्षम्यताम् अत्र स्टुट्वसन्धिः इत्यनेन स्टुट्वसन्धिः इत्यनेन यत्र दन्त्यवर्गः अपि च तालव्यवर्गः अस्ति तत्र तालव्यप्रभाने तालव्यवर्गस्य प्रभाने प्रभावेन दन्त्यवर्गस्य अपि तालव्य आदेशः भवति अत्र अत्र कैश्चित् इत्यस्मिन् कैश्चित् इत्यस्मिन् विसर्गसन्धिः अस्ति अनन्तरं स्टुट्वसन्धिः अस्ति काभ्याञ्चित् इति तथा नास्ति यतोहि पवर्गः दन्त्यवर्गः नास्ति तत्र स्टुट्वमिति न वदामः अत्र परसवर्णसन्धिः इति अस्ति तत्र नास्ति चिन्ता किन्तु सन्धिः अस्ति इति मुख्यं कैश्चित् इति तत्र विसर्गसन्धिः अनन्तरं स्टुट्वसन्धिः कैश्चित् अस्तु अग्रेसरेम मीना भगिनी पठतु कृपया कस्मैचित् कोऽपि सन्धिः न अस्ति वर्णमेलनमपि अस्ति काभ्याञ्चित् काभ्याञ्चित् विसर्गसन्धि अनन्तरं स्तुत्वसन्धि केभ्यश्चित् विसर्गसन्धि नास्ति स्तुत्वसन्धि अस्ति अत्र न स्तुत्व पुनः वदामि स्तुत्वसन्धिः तदानीं भवति यत्र दन्तीयकश्चन वर्गः दन्तीयकश्चन वर्णः अस्ति नाम तथा न स दन्त्यवर्णाः सन्ति तथा दधन स अपि च दन्त्यसकारः तत्र यत्र स्पर्शः भवति तालव्यवर्णेन सह नाम छ झ ञ श तालव्यषकारः तदानीं तालव्यवर्गस्य प्रभावेन दन्त्यवर्गस्य स्थाने तालव्य आदेशः कथम आदेशः यः मूलवर्णः आसीत् यथा दन्त्यसकारः दन्त्यसकारस्थाने तालव्यषकारः अस्ति यदि दन्त्य तथा दधन तस्थाने च थस्थाने छ अनन्तरं दस्थाने ज अपि च धस्थाने झ अपि च नस्थाने इय दन्त्यनकारस्थाने इयकारः इति स्टुत्वसन्धिः अस्ति अत्र यत्र काभ्याम् अस्ति काभ्यामिति तत्र प्रथम सन्धिद्वयमस्ति अनुस्वारसन्धिः अस्ति नाम मकारस्य स्थाने अनुस्वारः अस्ति अनन्तरम् अन्यसन्धिः अस्ति परसवर्णसन्धिः एतत् सर्वम् अग्रे करिष्यामः नाम कः सन्धिः अस्ति इति मुख्यं नास्ति अत्र. सन्धिः अस्ति तावदेव, सन्धिः अस्ति काभ्याञ्चित्. अस्तु, अनन्तरं केपि अस्ति इति किमासीत्? केभ्यः योगं चित् सन्धिः अस्ति केभ्यश्चित्. केभ्यश्चित् विसर्गसन्धिः अपि च तत्र श्चुत्वसन्धिः अस्ति, यतोहि तत्र विसर्गस्य स्थाने सकारः इति विसर्गसन्धिः. अनन्तरं चकारस्य प्रभावेन दन्त्यसकारस्य स्थाने तालवेशकारः भवति इति कृत्वा श्चुत्वसन्धिः अस्ति. तत्तु सरलमस्ति केभ्यश्चित्. अस्तु, पञ्चमी विभक्तिः पुष्पा भगिनी करोतु. कस्माच्चित् काभ्याचित् केभ्याश्चित्. कस्माच्चित् सन्धिः अस्ति, केभ्याञ्चित् सरसन्धिः अस्ति, केभ्यश्चित् श्चुत्वसन्धिः. अत्र कस्माच्चित् इति मूलरूपं किम् आसीत्? कस्मात् इत्यस्मिन् तत्र अन्तिमवर्णः कः? दन्त्यतकारः. दन्त्यतकारः खलु. श्रुतसन्धिः खलु, यतोहि दन्त्यचकारः अस्ति, अग्रे अस्ति तालव्यचकारः, तालव्यवर्गस्य चकारः. तर्हि तालव्यचकारस्य प्रभावेन दन्त्यतकारः इति तवर्गस्य प्रथमसदस्यः, अतः तालव्यवर्गस्य प्रथमसदस्यः स्थाने आगच्छति. प्रथमसदस्यः अस्ति चकारः कस्माच्चित्. काभ्याञ्चित् इति मकारस्य स्थाने अनुस्वारः, अनन्तरम् अनुस्वारस्य स्थाने यकारः, परस्वर्णसन्धिः. अनन्तरं केभ्यश्चित् इति कीदृशसन्धिः अस्ति? प्रथमतया विसर्गसन्धिः, विसर्गस्य स्थाने दन्त्यसकारः, अनन्तरं श्चुत्वसन्धिं कृत्वा दन्त्यसकारस्य स्थाने तालविषकारः केभ्यश्चित्. अस्तु, सन्ध्या भगिनी, पुस्तकमस्ति? अस्तु, अग्रे वदतु. षष्ठी. कस्यचित् कयोचित् कयो किम् अस्ति, किं लिखितं? कयोश्चित् केषाञ्चित्. कुत्र वर्णपरिवर्तनमस्ति, सन्धिः कुत्र? कस्यचित् नास्ति. मूलमासीत् कस्य योगः चित्, परिवर्तनं नास्ति. तद् द्विवचने मूलं किम् अस्ति? अत्रापि नास्ति. मूलं किं, मूलप्रत्यय नाम तत्र सर्वनाम कयोः आसीत् खलु? ओ हा, आसीत् कयोः आसीत्. अनन्तरं चकारस्य प्रभावेन तत्र प्रथमतया विसर्गस्य स्थाने तत्र दन्त्यसकारः, विसर्गस्य स्थाने सर्वत्र दन्त्यसकारः भवति. अनन्तरं दन्त्यसकारस्य स्थाने तत्र श्चुत्वसन्धिं कृत्वा षकारः. सर्वत्र दन्त्यसकारः नास्ति, कुत्रचित् रेफः भवति, किन्तु अत्र चकारः अस्ति अतः. अस्तु, अग्रे केषाञ्चित्. केषाञ्चित् मा आसीत् मा स्थाने इति अस्ति. मस्ताने या, वस्तुतः मस्ताने अनुस्वारः, अनन्तरम् अनुस्वारस्य स्थाने या इति क्रमः अस्ति, किन्तु या मस्ताने या जातमस्ति इति कृत्वा सन्धिः. बहु समीचीनमस्ति. तर्हि मूल अत्र लाभः कः इति चेत्, मूलसर्वनामशब्दाः ज्ञाताः मनसि सन्ति चेत् तत्र अत्र किमपि नूतनं नास्ति. केषां केषाम् इति जानीमः, केषां योगः चेत् केषाञ्चित् सन्धिं कृत्वा. अस्तु, समीचीनमस्ति. सप्तमी, कः न उक्तवान् तावता? सप्तजनाः सन्ति, सर्वे न उक्तवन्तः. पद्मा, पद्मा भगिनी न उक्तवती. अस्तु, वदतु कृपया. कस्मिंश्चित्, तयोश्चित्, केषुचित्. कस्मिंश्चित् सन्धिः अस्ति, नकार रूपान्तरमस्ति. तयोः चित् भवान् उक्तवान् विसर्गसन्धिः अस्ति. केषुचित् सन्धिः नास्ति, वर्णमिलितमस्ति. वर्णमेलनमस्ति, वर्णमेलनमस्ति, बहु सम्यक् अस्ति. कस्मिंश्चित् इति यथा द्वितीयविभक्तिः बहुवचने, कांश्चित् कान् योगः चित् नकारस्य स्थाने अनुस्वारः तालविषकारः इति कांश्चित्, अत्रापि तथा कस्मिन् योगः चित् नकारस्य स्थाने अनुस्वारः तालविषकारः कस्मिंश्चित्, कस्मिंश्चित्, कस्मिन् इति न वक्तव्यं. नकारः अत्र नास्ति, नकारः नास्ति चेत् नकारः न वक्तव्यः अस्ति. कस्मिंश्चित् इति अस्ति, कस्मिंश्चित् इति न, कस्मिंश्चित्, कस्मिंश्चित्. अनुस्वारः, अनुस्वारस्य उच्चारणं तत्र अनुनासिकया, तत्र नासिकया भवति, अनुनासिकवर्णः अस्ति, नासिकया एव भवति. नाम वायुः नासिकया गच्छति, मुखेन न. अतः कस्मिंश्चित् तत्र जिह्वा नकारः अस्ति चेत् जिह्वायाः स्पर्शः भवति मुखे, खलु? न न न न इति वदामश्चेत् तत्र जिह्वायाः स्पर्शः भवति मुखे, न न न इति वदामः, खलु? न, तत्र जिह्वायाः स्पर्शः. किन्तु अनुस्वारः भवति चेत् जिह्वायाः स्पर्शः नास्ति, अनुस्वारः इति नास्ति. कस्मिंश्चित् न, नकारस्य स्थाने अनुस्वारः अस्ति. कस्मिंश्चित्, कस्मिंश्चित् तत्र जिह्वायाः स्पर्शः मुखे न भवति. कुत्र अस्ति श्चित्? तालविषकारः, चकारः, इकारः, इकारः, तकारः तु अस्ति श्चित्. एकवारं श्चित् कुत्र अस्ति इति पृष्टवती. तत्र षकार, चकार, इकार, तकार तु अस्ति श्चित्. सप्तमीविभक्तिः एकवचने, एकवचने कस्मिंश्चित्. न, नकारः कुत्र अस्ति? नकारः नास्ति खलु, एक अनुस्वारः अस्ति. अनुस्वारः भिन्नः, नकारः भिन्नः, अनुस्वारः भिन्नः, नकारः भिन्नः. कस्मिन्? न, नकारः नास्ति अत्र. यथा अस्माकं या भाषा अस्ति, भाषायाः नाम किम्? पुनः वदतु. भाषायाः नाम संस्कृतम्. हा, संस्कृतमिति नास्ति, संस्कृतमिति दोषः अस्ति. मकारः कुत्र अस्ति? भाषायाः नाम्नि मकारः अस्ति वा? संस्कृतम्. हा, तत्र अनुस्वारः अस्ति, अनुस्वारः अस्ति, मकारः नास्ति. संस्कृतम्, ओके. अत्र जिह्वायाः मुखे स्पर्शः न स्यात्, न भवेत्. संस्कृतं, संस्कृतम् इति अस्ति, संस्कृतमिति नास्ति. मकारः न, मकारः अस्ति चेत् लिखतु मकारः, किन्तु न भवति खलु, मकारः तु नास्ति. सा अस्ति, अनुस्वारः अस्ति. संस्कृतं, संस्कृतभाषा, संस्कृतभाषा इति नास्ति. संस्कृतभाषा तत्र आलस्यं, मुखस्य आलस्यम् इति कृत्वा तथा वदामः संस्कृतं, तथा न स्यात्. अस्तु, कस्मिंश्चित् कस्मिंश्चित् कस्मिंश्चित् कस्मै अत्र अनुनासिकः अस्ति ए ए कस्मिंश्चित् कस्मिंश्चित् न न नकारः नास्ति कस्मिन् न नाम जिह्वायाः मुखे स्पर्शः न भवति यदि न भवति न न न तत्र न कथं भवति जिह्वायाः मुखे स्पर्शः अस्ति न करोतु आगच्छति वै आगच्छति कस्मिंश्चित् कस्मिंश्चित् कस्मिंश्चित् कस्मिंश्चित् तालव्यषकारः किमर्थं यतो हि लिखितमस्ति षकारः यथा लिखितमस्ति तथा वक्तव्यमस्ति कस्मिन् तालव्यषकारः अस्ति किमर्थमस्ति षकारः यतोहि तत्र तत्र मूले कस्मिन् योगः चित् तत्र सन्धिः अस्ति तस्य नाम सत्त्वसन्धिः नकारस्य स्थाने चकारस्य प्रभावेन अनुस्वारः तालव्यषकारः इति सन्धिः अस्ति अस्तु स्पष्टमस्ति अग्रे गच्छेम अस्तु एनिवेर् एल्स् कस्मिंश्चित् द्वितीयविभक्ति बहुवचने कस्मिंश्चित् द्वितीयविभक्ति बहुवचने तथा कांश्चित् कांश्चित् कस्मिंश्चित् इति भवति समीचीनमस्ति अग्रे गच्छेम अस्तु समीचीनमस्ति तर्हि इदानीं किं सुभाषितद्वयमस्ति तत्र वयं न पठितवन्तः खलु पठितवन्तः वा न महोदय न नास्ति खलु अस्तु महोदय भवानेव पठतु कृपया तत्र प्रथमं समापितवन्तः तृतीयाभ्यासः समापितवन्तः महोदय अस्तु अस्तु हा अग्रे सुभाषितम् एते सुभाषिते उच्चैः पठत न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचित् रिपुः कारणेन हि जायन्ते मित्राणि रिपव तथा अत्र स्पष्टीकरणं पठतु न व्याख्या पठामि महोदय लोके कोऽपि जनः सहजतया अन्यस्य कस्यचित् मित्रं न भवति शत्रुः अपि न भवति किमपि कारणम् अस्ति चेदेव जनाः मित्राणि शत्रवः वा भवन्ति अस्तु पुनः श्लोकं सुभाषितं न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचित् रिपुः कारणेन हि जायन्ते मित्राणि रिपवस्तथा अस्तु तर्हि अत्र अर्थः स्पष्टः अस्ति वा सर्वे अवगच्छन्ति न कश्चित् कस्यचित् अत्र सन्धिः अस्ति कस्यचित् मित्रं कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः रिपुः जानीमः खलु रिपुः इत्युक्ते शत्रुः कारणेन हि कारणेन एव हि इत्युक्ते एव जायन्ते मित्राणि रिपवः अत्र रिपवः तथा इति तत्र रिपवस्तथा इति किमस्ति अत्र विसर्गसन्धि महोदय रिपवः योगः तथा विसर्गस्थाने दन्त्यसकारः आगच्छति रिपवस्तथा विसर्गसन्धि समीचीनम् अपि च अग्रे यः तकारः अस्ति स च तकारः अपि दन्त्यवर्गे अस्ति इति कृत्वा सकारस्य ततः अग्रे परिवर्तनं न भवति यथा पूर्वं सकारस्य वारं वारं तालव्यषकारः भवति स्म यतोहि अग्रे चकारः आसीत् चकारः तालव्यवर्गे अस्ति, इदानीं तकारः दन्त्यवर्गे अस्ति, अतः केवलं विसर्गस्य स्थाने सकारः, ततः अग्रे किमपि इतोपि कार्यं नास्ति. अवगतम्? मीना भगिनी स्पष्टमस्ति? स्पष्टमस्तु महोदय. अस्तु, समीचीनं. तर्हि भवती एव अग्रे पठतु कृपया. अहं पठामि. केचित् अज्ञानतो नष्टाः, केचिन्नष्टाः प्रमादतः, केचित् ज्ञानावलेपेन केचिन् अष्टैस्तु नाशिताः. अस्तु, व्याख्या. लोके केचन अज्ञानेन नष्टाः भवन्ति, अन्ये केचन प्रमादकारणेन नष्टाः भवन्ति, पुनः केचन अहं जानामि इति गर्वेण नष्टाः भवन्ति, एवं नष्टाः जनाः अन्यान् कांश्चित् नाशयन्ति अपि, अतः ते एतैः नाशिताः भवन्ति. अर्थः स्पष्टः वा? पुनः व्याख्यां पठतु. लोके केचन ज्ञानं नास्ति तु नष्टाः भवन्ति. लोके केचन ज्ञानेन नष्टाः भवन्ति इति वाक्यं स्पष्टं स्यात्. सन्ध्या भगिनी अवचति. अस्तु, मीना भगिनी अग्रे. अन्ये केचन प्रमादकारणेन नष्टाः भवन्ति. प्रमादं गर्वं प्रमादः नाम भ्रमः कारणेन नष्टाः भवन्ति. पुनः न जानामि, अस्तु जानामि इति गर्वेण नष्टाः भवन्ति. तर्हि पुनः केचन अहं जानामि इति गर्वेण नष्टाः भवन्ति खलु. प्रमादकारणेन तु भ्रमः मया कुत्र गन्तव्यं, किं कर्तव्यम् इति. सन्ध्या भगिनी अवचति. भ्रमः नाम तत्र अहं पदाभ्यां गच्छामि कुत्रचित्, किन्तु तत्र मार्गं न जानामि. अतः तत्र कुत्रचित् मार्गत्रयमस्ति अथवा मार्गचतुष्टयमस्ति, किन्तु केन मार्गेण गन्तव्यमिति न जानामि, अतः किं करवाणि. अत्र भ्रमः अस्ति, मनसि भ्रमः अस्ति. अवगच्छति? तर्हि तत्र आरम्भे तत्र अज्ञानेन नष्टाः केचन जनाः, केचन ब्रह्मकारणेन. मया किं कर्तव्यं, कुत्र गन्तव्यम् इति इति अज्ञात्वा तत्र भ्रमः अस्ति मनसि. भ्रमः अस्ति, कन्फ्यूजन्, प्रमादकारणेन नष्टाः भवन्ति. पुनः केचन अहं जानामि इति अहङ्कारः गर्वेण नष्टाः भवन्ति. अस्तु, मीना भगिनी अग्रे. प्रमादस्य एकोपि अर्थः अस्ति अपेक्षा. प्रमादः इति नाम दोषः, महान् दोषः. उपेक्षा केर्लेस् अस्ति बि. किम् इदानीं दृष्टवती वा? प्रमादः नाम गभीरदोषः अथवा भ्रमः साधारणतया. अन्यत् बहवः अर्थाः स्युः, किन्तु प्रमादः इति महान् दोषः अथवा भ्रमः तादृशः अस्ति सामान्यतया. अग्रे. केचित् जनाः एवं नष्टाः जनाः अन्यान् कांश्चित् नाशयन्ति अपि अन्यान् नाशयन्ति कारणेन तेपि नाशिताः भवन्ति तेन मके ते ये जनाः अन्यान् नाशयन्ति ते नाशिताः भवन्ति अस्तु समीचीनमस्ति अस्तु तर्हि पुनः सुभाषितम् दूरवाणी मास्तु अस्तु अग्रे अग्रे अग्रे नाम पुनः सुभाषितं पुनः केचित् अज्ञानतो नष्टाः केचित् नष्टाः प्रमादतः केचित् ज्ञानावलेपेन केचित् ज्ञानावलेपेन केचित् नष्टैः तु नाशिताः इदानीं स्पष्टमस्ति ज्ञानतः ज्ञानतः प्रमादतः अनन्तरं जानामि इति गर्वः ज्ञानावलेपन अवलेपः इति जानीमः खलु अवलेपः ज्ञानावलेपेन अवलेपः जानन्ति लेपनं भवति खलु तत्र त्वचि त्वचि त्वक् अस्ति त्वचि तत्र लेपनं भवति औषधं तत्र अवलेपः इति एकः अस्ति तत्र एकरीत्या अवलेपः अस्ति किन्तु अहङ्कारः अपि अर्थः अस्ति अहङ्कारस्य लेपनं कर्तुं ज्ञानस्य अवलेपः इति अहङ्कारः अनन्तरम् अग्रे अग्रे पठेम अवधेयं केचन नष्टैः तु नाशिताः इति केचन नष्टैस्तु नाशिताः अस्तु स्पष्टमस्ति अग्रे सरेम तर्हि अग्रे लक्ष्मीभगिनी अग्रे पठतु कृपया अवधेयम् अवधेयं चित् च न इत्येतयोः अर्थभेदः कोऽपि नास्ति कश्चित् कश्चन इत्येतयोः अर्थः समानः एवम् इतरत्र अपि आपणतः कानिचित् पत्राणि आनयामि आपणतः कानिचन पत्राणि आनयामि केषुचित् नगरेषु जलाभावः अस्ति केषुचन नगरेषु जलाभावः अस्ति परिश्रमिणः केचित् एव उत्तीर्णाः भवन्ति परिश्रमिणः केचन एव उत्तीर्णाः भवन्ति अस्तु परिश्रमिणः अत्र प्रातिपदिकं किम् परिश्रमिन् नकारान्तशब्दः अस्ति समीचीनमस्ति नकारान्त परिश्रमिन् अत्र परिश्रमिन् इति प्रातिपदिकमस्ति परिश्रमिणः इति अत्र प्रथमाविभक्तौ बहुवचने अणत्वं जातमस्ति किमर्थं बहुवचने अणत्वम् अस्ति किन्तु प्रातिपदिके नास्ति अणत्वं किमर्थम् किमर्थं नाम निमित्तमस्ति वा उभयत्र निमित्तं किम् अहं वदामि महोदय वदतु अत्र रेफः अस्ति तदनन्तरं मकारः अस्ति तत्कारणात् बाधा नास्ति नत्वं स्थाने अणत्वम् आगच्छति रेफः इति निमित्तमस्ति परिश्रमिणः अत्र इति कृत्वा मकारः बाधा नास्ति इति कृत्वा नकारस्थाने अणत्वं तर्हि अणत्वमस्ति प्रथमभक्तौ बहुवचने परिश्रमेण इदानीं प्रातिपदिके अपि णत्वम् अस्ति वा? न महोदय, अत्र तु दन्त्य नकारस्य हल्यन्त दन्त्यनकारः एव अस्ति महोदय अत्र परिश्रमे. किमर्थं किमर्थम् अणत्वं नास्ति प्रातिपदिके? तत्रापि निमित्तमस्ति न वा? निमित्तमस्ति वा? निमित्तं तु अस्ति, परन्तु अत्र पूर्णनकारः नास्ति महोदय. अत्र तु हल्यन्तमस्ति खलु, तत्कारणात् अत्र दन्त्यनकारः वक्तुं न शक्यते. तत्कारणात् अत्र दन्त्यनकारः एव तिष्ठति, अणत्वं न भवति. अत्र वस्तुतः नाम तर्कः समीचीनः अस्ति, तर्कः समीचीनः अस्ति. तत्र तत्र पाणिनीयसूत्रमपि अस्ति अपदान्तस्य इति सूत्रेण. तत्र पदान्ते णत्वं न भवति, पदान्ते यत्र कुत्रापि पदान्ते अणत्वं न भवति. अन्तिमवर्णः अस्ति चेत् दन्तिनकारः तिष्ठति, तस्मात् प्राक् निमित्तम् अस्ति चेदपि. सत्यं सत्यं सत्यं. तर्हि कर्मन् इति शब्दः अपि तथा, तत्र निमित्तमस्ति, प्रातिपदिके नकारः अस्ति, किन्तु यथा षष्टिविभक्तिः एकवचने रूपं किं? कर्मणः. कर्मणः तत्र अण अस्ति, कर्मणः. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. अग्रे सन्ध्याभगिनी पठतु कृपया अत्र अवधेयम् अधोभागे. द्वितीयावधेयम्. आम्. किं शब्दस्य रूपैः सह यथा तथैव कुत्र कति कदा कुतः कथम् इत्येतैः प्रश्नवाचकैः सह अपि चित् क्षण योजयितुं शक्यते. तेषामपि अनिश्चयार्थकत्वमेव. तेषामपि अनिश्चयार्थकत्वम् एव, निश्चयः नास्ति तेषां, निश्चयः नास्ति. यत्र निश्चयः नास्ति नाम कश्चन पुरुषः आगतः, निश्चयः नास्ति कः पुरुषः आगतः इति न ज्ञायते, अतः कश्चन इति उच्यते खलु. यत्र निश्चयः नास्ति तत्र वदामः तथा. अस्तु, अग्रे पठतु. सः जङ्गमदूरवाणीं कुत्रचित् पाठितवान्. वाक्यस्य अर्थः कः? दूरवाणी इति जानाति खलु, दूरवाणी. आम्. जङ्गमदूरवाणीं जानाति? जङ्गम अत्र गम, जङ्गम नाम तत्र गम् इति दातुमस्ति, गच्छति. या दूरवाणी इतस्ततः गन्तुं शक्नोति, न यः या दूरवाणी इतस्ततः गन्तुं शक्नोति तत्र कार्याने. अत्र कार्याने या दूर, तत्र सामान्यतया या दूरवाणी गृहे अस्ति, बहिः गन्तुं न शक्नोति सा दूरवाणी. किन्तु बहूनां जनानां पार्श्वे एतादृशी दूरवाणी अस्ति यः या तत्र बहिः गन्तुं शक्नोति. अतः जङ्गमदूरवाणी इति वदामः. सः जङ्गमदूरवाणीं कुत्रचित् पातितवान्. तर्हि तस्य वाक्यस्य अर्थः कः स्यात्? सन्ध्या भगिनी वदतु. तस्य दूरवाणीं पातितवान् पातितवान् सः न जानाति कुत्र अस्ति. हा पातितवान् कुत्रचित्, कुत्र इति न जानाति, न जानाति खलु. हा पतितवान् पातितवान्, तत्र दूरवाणी पतितवती, सः दूरवाणीं पातितवान्. अस्तु अग्रे. महोदय एकसन्देहः, दूरवाणी अपि दूरवाणी समानं? न, शब्दः अस्ति दूरवाणी, वाणी आकारः तु अस्ति एव. किं शब्दकोशे आकारेण विना अपि पश्यति वा भवता उच्चारणं दूरवाणी इति? न, वा वा वा दूरवाणी, दूरवाणी, दूर दूरवाणी, क्षम्यताम्. यदा कदाचित् नाम शीघ्रं वदनेन शीघ्रं वदनेन अस्पष्टता स्यात्, किन्तु शब्दः अस्ति दूरवाणी. अवगच्छामि महोदय. अस्तु अस्तु अग्रे, तर्हि अग्रे सन्ध्या भगिनि अग्रे. आत्मा कदाचित् न जायते न मृयते. वदतु वदतु. आत्मा सदा अस्ति न आरब्धवान्. कदाचित् नाम कदाचित् यत्र यत्र नकारात्मकः अर्थः अस्ति, अत्र नकारः अस्ति खलु, न जायते न म्रियते, न जायते न म्रियते कदाचित्. अत्र निश्चयः इति अनिश्चयः इति अत्र कस्मिन् अपि समये न जायते न म्रियते. नाम केवलं सोमवासरे न जायते न वा म्रियते इति नास्ति, कस्मिन्नपि दिने कस्मिन्नपि समये इत्यनेन कदाचित्. कस्मिंश्चित् समये न जायते न म्रियते वाक्यं सम्यक् अस्ति. कस्मिंश्चित् समये न जायते न म्रियते. कस्मिंश्चित् समये किन्तु कदाचित् इति सामान्यतया वदामः कदाचित्, कस्मिन्नपि अथवा कस्मिन्नपि समये, कस्मिन्नपि समये इति अधिकसमीचीनमस्ति. कस्मिन्नपि समये अथवा कदाचित्. अस्तु समीचीनम् अग्रे पद्मा भगिनी अग्रे. जीवने कष्टानि भवत्येव, कथ्यचेत् स्वकार्यं समाजकार्यस्य. पुनः पठतु कृपया. जीवने कष्टानि, जीवने कष्टानि भवत्येव, भवन्ति नकारः अस्ति न वा? भवन्त्येव. ततश्चेत् भवती मन्दं मन्दं पठतु, किन्तु सम्यक् पठतु. ये वर्णाः सन्ति तान् सर्वान् उच्चारयतु. शीघ्रमेव करोति किन्तु दोषपूर्णः अस्ति, न कोऽपि लाभः. मन्दं मन्दं करोतु, सम्यक् करोतु. पुनः पठतु. जीवने कष्टानि भवन्त्येव कथञ्चित्. न, अत्र किमस्ति, यकारः अस्ति, कथञ्चित्. कथञ्चित् स्वकार्यं समाजकार्यश्च साधनीयम्. अस्तु, अस्य अर्थः कः? जीवने बहूनि कष्टानि भवति एव, परन्तु स्वकार्यं समाजकार्य कार्यसाधन साधनार्थं करणीयम्. अत्र कथञ्चित् इत्युक्ते कथञ्चित् तदा तदा करणीयम्. न, अत्र मूलमस्ति किं कथं कथं कथञ्चित् नाम कथञ्चित् नाम केनचिदपि प्रकारेण केनापि प्रकारेण नाम भिन्नभिन्नमार्गाः भिन्नाः भिन्नाः पद्धत्यः सन्ति खलु. तदर्थं लक्ष्यं द्रष्टव्यमस्ति. तत्र येन केनापि मार्गेण लक्ष्यं साधितं भवति भवतु. अत्र कथञ्चित् इत्यस्य तादृश अर्थः अस्ति कथञ्चित् केनापि प्रकारेण केन अपि प्रकारेण कथञ्चित् स्पष्टमस्ति वा? नाम प्रथममार्गः भवतु द्वितीयमार्गः अथवा तृतीयमार्गः अथवा यः कोऽपि मार्गः भवतु, किन्तु गन्तव्यस्थानं गन्तव्यमेव कथञ्चित् केनापि मार्गेण यः मार्गः यः कोऽपि मार्गः भवतु या कापि पद्धतिः भवति भवतु कथञ्चित् साधनीयमस्ति लक्ष्यं. स्पष्टमस्ति वा? अस्तु अग्रे चतुर्थवाक्यं. सर्वस्यापि कतिचित् जन्मानि भवन्ति. जीवराशि बहूनि जन्मानि भवन्ति. तादृश अर्थः अस्ति कतिचित् कति इति न जानीमः. कति इति न जानीमः, किन्तु कतिचित् इत्युक्ते एकमेव जन्म इति न, तस्मात् अधिकं बहूनि जन्मानि भवन्ति. कतिचित् निश्चयः नास्ति किन्तु बहूनि सन्ति. अस्तु समीचीनमस्ति. नताशा भगिनी अग्रे. आं महोदय. कुतश्चित् वार्ता श्रुता मया, कुतः इति न स्मरामि. कुतश्चित् कः कः समये अथवा कः स्थाने मया वार्ता श्रुता, अहं न स्मरामि. अत्र किन्तु समयस्य वार्ता नास्ति, समयः न, स्थानस्य नाम कस्मात् जनात् कस्मिन् स्थाने इति न जानामि. कुतः अत्र कुतः इति पञ्चमे अर्थे अस्ति. पञ्चमे कुतः कस्मात् जनात् अथवा पञ्चमे कुत्र अस्ति? कुतः कुतः योगः चित् यथा इतः तत्र गच्छामि, यथा देहलीनगरतः बङ्गलूरुनगरं गच्छामि. नगरतः इतः ततः कुतः आगच्छामि महोदय. कुतः? अस्तु, तर्हि अग्रे गच्छेम. नतासा भगिनी अग्रे पठतु कृपया. कोष्टकस्य सहाय्येन यथोदाहरणम् अनेकानि वाक्यानि रचयत. रचयत. यथा उमा कञ्चित् श्लोकम् अपठत्. उमा कञ्चित् श्लोकम् अपठत्. तत् तर्हि अग्रिमं करोतु. महोदय, अहं कञ्चन पुस्तकानि अपठम्. न, अत्र द्रष्टव्यमस्ति कुत्र नाम. अत्र पश्यन्तु, अत्र प्रथमम् उदाहरणे तत्र कञ्चित् श्लोकम् अत्र प्रथममस्ति. कञ्चित् तु कञ्चित् इति प्रथममस्ति. अनन्तरं श्लोकमित्यस्य चयनं कर्तव्यमासीत्. श्लोकः तत्र अधोभागे अस्ति खलु, श्लोकं. तर्हि द्वितीयमस्ति कश्चित् अथवा कश्चन. कश्चित् कश्चन. अनन्तरं पुस्तकानि, ग्रन्थान्, पत्रिकाः, श्लोकं, कवितां, काव्यं, तेषु किम् उचितम्? आम् महोदय, अहं कञ्चन काव्यम् अपठम्. न, अत्र द्वितीयमस्ति कश्चित्. कश्चित् इति वदतु. कश्चित् इति कश्चित् इति स्वीकुर्मश्चेत् तत्र अग्रिमशब्दः कः स्यात् महोदय? अत्र द्वितीयः काश्चित् अस्ति महोदय. क्षम्यतां, काश्चित् इति अस्ति. काश्चित्, क्षम्यतां, काश्चित् इति अस्ति. काश्चित् इति चेत् तत्र किमस्ति? अहं काश्चित् काश्चित् पत्रिकाः अपठम्. इदानीं सम्यक् अस्ति. यतोहि काश्चित् तत्र मूलमस्ति काः, काचित् काः योगः चित्. तर्हि इति स्त्रीलिङ्गे बहुवचने. पत्रिकाः काश्चित् इति पत्रिकाः. अत्र वाक्यद्वयमस्ति, अहम् अपि च उमा. वाक्यद्वयं वदतु. तदेव वाक्यम्. उमा कञ्चित् श्लोकम् अपठत्. काश्चित् महोदय, उमा काश्चित् पत्रिका अपठत्. पत्रिकाः अपठत्. अहं काश्चित् पत्रिकाः अपठम्. अपि च काश्चित् अथवा काश्चन द्वयमपि समीचीनम्. अस्तु, अग्रिमं करोतु. नताशा भगिनी करोतु. उमा कानिचित् पुस्तकानि अपठत्. अहं कानिचन पुस्तकानि अपठम्. बहु समीचीनमस्ति. अग्रे लक्ष्मी भगिनी. उमा काञ्चित् काञ्चन कवितां अपठत् अहं काञ्चित् काञ्चन कविताम् अपठम् हा किन्तु द्वयोः मध्ये एकं स्वीकृत्य वदतु येन वाक्यं सुन्दरं भवेत् नो चेत् वाक्यं न भवति एकं स्वीकृत्य वदतु ओके उमा काञ्चित् कविताम् अपठत् अहं काञ्चित् कविताम् अपठम् सम्यक् अथवा अहं काञ्चन इति समानमस्ति काञ्चन कविताम् अपठम् अस्तु ततः अग्रे गच्छेम अग्रे पुष्पभगिनी वदतु अहं किञ्चन उमा किञ्चित् काव्यम् अपठत् अहं किञ्चन काव्यम् अपठम् समीचीनमस्ति अस्तु अग्रे सुब्रह्मण्यमान अग्रे आं महोदय कांश्चित् कांश्चन उमा कांश्चित् ग्रन्थान् अपठत् अहं कांश्चन ग्रन्थान् अपठम् हा सम्यक् अस्ति अस्तु महोदय सप्तमध्यायं पश्येम भवानेव आवरणे विद्यमानेषु रूपेषु उचितेन रूपेण रिक्तस्थानं पूरयत तदर्थं तत्र गीता द्रष्टव्या अस्ति अग्रे तत्र छात्राः सर्वदा जल्पन्ति कानिचन कश्चन केचन केचन छात्राः सर्वदा जल्पन्ति एकनिमेष कस्यचित् ब्लूटूत् अथवा हेड्फोन् अथवा स्पीकर्फोन् किमपि अस्ति वा यतोहि प्रतिध्वनिः अस्ति हेड्फोन् मास्तु हेड्फोन् मा स्यात् अस्तु महोदय इदानीं समीचीनमस्ति अस्तु अग्रे द्वितीयमस्ति महोदय अत्र नाटकस्य सारांशं वद अत्र पदानि सन्ति कस्याश्चित् कस्यचित् केषाञ्चित् अत्र नाटकस्य षष्ठिविभक्ति अस्ति तत्कारणात् कस्यचित् नाटकस्य सारांशं वद हा न केवलं षष्टिविभक्तिः अपि तु पुलिङ्गे कस्याः कस्याश्चिदपि षष्टिविभक्तौ अस्ति खलु केषामपि केषाञ्चित् इति अपि षष्ठी अस्ति प्रथमाविभक्ति क्षम्यता महोदय पुल्लिङ्ग एकवचन षष्ठिविभक्ति अस्ति अत्र अस्तु अग्रे शीघ्रं गच्छ आपणात् पुस्तकम् आनय कस्माच्चित् कस्याश्चित् कस्यचित् अत्र आपणात् अस्ति आपणः पुल्लिङ्ग एकवचनं आपणात् पञ्चमी विभक्ति तत्कारणात् शीघ्रं गच्छ कस्माच्चित् आपणात् पुस्तकम् आनय बहु सम्यक् अस्ति अस्तु अग्रे अभिनेत्र्याः अभिमानिनः तत्र सम्मिलिताः काचित् कस्याश्चित् कस्यचित् अभिनेत्र्याः अत्र तु अभिनेत्री त्रीलिङ्ग एकवचन अभिनेत्र्याः षष्ठीविभक्ति एकवचन स्त्रीलिङ्गशब्दः तत्कारणात् कस्याश्चित् अभिनेत्र्याः अभिमानिनः तत्र सम्मिलिताः समीचीनमस्ति अस्तु मीना भगिनी अग्रे विद्यालयेषु चतुराः बालाः पठन्ति विद्यालयेषु सप्तमी पुल्लिङ्ग बहुवचनसप्तमीविभक्ति केषुचित् विद्यालयेषु चतुराः बालाः पठन्ति. समीचीनम्. अग्रे भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति. भारतीयाः स्त्रीलिङ्ग पञ्चमी अथवा षष्टिविभक्ति एकवचनं षष्टिविभक्ति वाक्यं पश्यतु. भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति, अत्र का विभक्तिः अस्ति? षष्टिविभक्ति. षष्टि इति वाक्यं पश्यतु, कस्मिन् अर्थे अस्ति? भारतीयाः वैज्ञानिकाः जगत्प्रसिद्धाः सन्ति. भारतदेशस्य वैज्ञानिकाः न भारतदेशस्य इति नास्ति. सन्ध्या भगिनी वदतु सायम्. षष्ठं वाक्यं पश्यति वा? अहं पश्यामि, परन्तु सहायं वदतु, नाटकं मा करोतु, वदतु एव. तत्र भारतीयाः इत्यस्य का विभक्तिः स्यात्? तत् वाक्यस्य अर्थं न जानाति. जगत् प्रसिद्ध जानामि. जगत् इत्युक्ते जगति, जगत् इति शब्दं जानाति खलु? जगत् न जानामि. न जानाति विश्वं? विश्वं विश्वं ओके. विश्वे प्रसिद्धाः, जगति प्रसिद्धकार तकारान्त शब्दः, जगति प्रसिद्धाः. भारतीयाः वैज्ञानिकाः, अत्र भारतीयाः इति का विभक्तिः? षष्टिः. अत्र पद्मा भगिनी वदतु. वैज्ञानिकाः प्रथमविभक्ति बहुवचन. पुष्पा भगिनी उक्तवती. अत्र कथं जानीमः? किन्तु अर्थं पश्यामः. अनन्तरं विशेषणविशेष्यभावः अस्ति अत्र. विशेष्यं वैज्ञानिकाः इति विशेष्यम् अस्ति. विशेष्यं वैज्ञानिकाः सन्ति. अत्र कर्तृपदम् अस्मिन् वाक्ये कर्तृपदं किम्? तत्र वैज्ञानिकाः सन्ति. मूलवाक्यमस्ति वैज्ञानिकाः सन्ति. कीदृशाः वैज्ञानिकाः? भारतीयाः जगत्प्रसिद्धाः. विशेषणद्वयमस्ति, केचन अपि विशेषणमस्ति. अस्मिन् वाक्ये क्रियापदमेकं सन्ति, कर्तृपदं तत्र वैज्ञानिकाः, विशेषणपदत्रयमस्ति, केचन भारतीयाः जगत्प्रसिद्धाः. भारतीयाः इति प्रथमविभक्तमस्ति. मीनाभगिनी स्पष्टमस्ति वा? स्पष्टमस्ति महोदय. अत्र किमर्थं केचन अस्ति? वैज्ञानिकाः प्रथमविभक्ति बहु वचनस्त्रीलिङ्ग. वैज्ञानिकाः इति भवितुमर्हति. नाम वैज्ञानिकाः श्रीलिङ्गे भवितुम् अर्हति स्म, श्रीलिङ्गे अपि भवितुम् अर्हति स्म अत्र. किन्तु काश्चित् कथञ्चित् जानीमः जगत्प्रसिद्धाः वैज्ञानिकाः, काश्चित् वैज्ञानिका कथञ्चित् भारतीया, काश्चित् श्रीलिङ्गे अस्ति चेत् काश्चित् भारतीयाः. भारतीयाः भारतीयौ भारतीयाः अत्र कथं कथं प्रश्नः अस्ति, कथं पुल्लिङ्ग अथवा स्त्रीलिङ्गम् इति जानीमः अत्र? वैज्ञानिकः, वैज्ञानिकौ, वैज्ञानिकाः, बालिक बहुवच वस्तुतः बहुवचने ज्ञातुं न शक्नुमः इति मन्ये, यद्यपि जनाः तत्र केचित् केचित् महोदय केचित् केचित् अस्ति, काश्चित् काश्चित् अपि अस्ति, काश्चित् अपि अस्ति खलु महोदय? भारतीयाः, भारती भारती भारतयः नास्ति न, भारतयः नास्ति न, न अत्र न, अत्र अकारान्त शब्दः अस्ति भारतीय, बहुवचने स्त्रीलिङ्गे भारतीयाः, भूलिङ्गे अपि भारतीयाः, समस्या अस्ति. मम मतमस्ति यत् भूलिङ्ग अपि भवितुमर्हति, स्त्रीलिङ्गे अपि भवितुमर्हति. अस्तु भवतु, नाम भूलिङ्गे अस्ति केचित्, स्त्रीलिङ्गे अस्ति काश्चित्. अस्तु मीना भगिनी अग्रे. काश्चित् मीना भगिनी अग्रे. प्रधानमन्त्री मन्त्रिभिः सह समालोचयति, मन्त्रिभिः पुल्लिङ्ग तृतीयविभक्ति बहुवचनं, कैश्चित् प्रधानमन्त्री कैश्चित् मन्त्रिभिः सह समालोचयति. समीचीनमस्ति. अस्तु अग्रे गच्छेम तर्हि. लक्ष्मी भगिनी अग्रे. माधुरी वित्तकोषे अधिकारिणी अस्ति, कस्मिंश्चित् कस्याञ्चित् केषुचित् वित्तकोषे वित्तकोषः सप्तमी पुंलिङ्गे एकवचनं, तत्कारणात् माधुरी कस्मिंश्चित् वित्तकोषे अधिकारिणी अस्ति. अस्तु अग्रे. राष्ट्राध्यक्षः क्रीडकाय पारितोषिकं प्रददाति, कस्यैचित् कस्मैचित् कयाचित्. अत्र क्रीडकाय, क्रीडकाय इत्युक्ते चतुर्थीविभक्ति पुंलिङ्ग एकवचनं, तदर्थं राष्ट्राध्यक्षः कस्मैचित् क्रीडकाय पारितोषिकं प्रददाति. समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु नताशा भगिनी अग्रे. आं महोदय. अहं नर्तकीः अभिनन्दामि. अहं काश्चित् नर्तकीः अभिनन्दामि. समीचीनमस्ति. हा अस्तु अग्रे पठतु. चित् चन् उपयुज्य कृतान्. चित् चन उपयुज्य कृतानि वाक्यानि परिशीलयत्. परिशीलयत. अर्जुनः काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान्. अर्जुनः कृष्णम् अत्र वाक्यं स्पष्टमस्ति वा? अर्जुनः काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान्. स्पष्टमस्ति वा? अनिर्वचनीयं सम् वाणी. अनिर्वचनीयम् इत्युक्ते अनिर्वचनीय इत्युक्ते यः व्यक्तीकर्तुं न शक्यते, यस्य वर्णनं न कर्तुं शक्यते शब्दैः. शब्दक्षेत्रात् बहिः अस्ति. काञ्चित् अनिर्वचनीयां भीतिम् अवाप्तवान् नाम आप्तवान्. स्पष्टमस्ति न वा? सर्वे अवगच्छन्ति महोदय? सप्तमी विभक्ति अस्ति वा? अनिवर्चनीयाम् अनिवर्चनीयां. प्रश्नः समीचीनमस्ति, प्रश्नः समीचीनः. अत्र महोदय वदतु का विभक्ति अस्ति अत्र तु? महोदय द्वितीया विभक्ति एकवचनं स्त्रीलिङ्गमस्ति महोदय. अनिर्वचनीयां भीतिः, भीतिः स्त्रीलिङ्गमस्ति. भीतिं स्त्रीलिङ्ग द्वितीया विभक्ति विशेष्यमस्ति. अनिर्वचनीय विशेषणमस्ति अनिर्वचनीयां. भीतिं स्त्रीलिङ्ग द्वितीया विभक्ति एकवचनमस्ति, तत्कारणात् अनिर्वचनीयाम् अपि स्त्रीलिङ्ग द्वितीया विभक्ति एकवचनं. काञ्चित् अपि तथैव. बहु सम्यक् अस्ति. अस्तु अग्रे भगिनी, अग्रे. महोदय एकः प्रश्नः, अनिर्वचनीय अनिर्वचनीय विशेषणमस्ति, तत्कारणात् तत् शब्दं रूपं भिन्नं भवति खलु महोदय? रूपः भिन्नः भवति पुरुषस्पृश लिङ्ग लिङ्ग विशेषलिङ्गशब्दः. अस्तु अग्रे गच्छेम. नताशा भगिनी. अर्जुनः कृष्णं कांश्चन कृष्णान् पृष्टवान्. कांश्चन कांश्चन कृष्णान् पृष्टवान्. अर्जुनः शब्दपरिचयं ददातु. अर्जुनः प्रश्नान् प्रश्नान् कांश्चन, तत्र विभक्तिः वचनम् अपि च लिङ्गम्. कृष्णान् प्रश्नान् वदतु. प्रश्नान् महोदय पुल्लिङ्ग् द्वितीया बहुवचन. कांश्चन कांश्चन कांश्चन काः स्त्रीलिङ्ग तत् अत्र भगिनि विशेषणविशेषभावम् इति जानाति वा? विशेषणविशेषभावः इत्युक्ते आं महोदय, कृष्णान् विशेष अस्ति, काश्चन विशेषण अस्ति. विशेष्यमस्ति, हा विशेषणमस्ति. विशेषणमस्ति चेत् तत्र प्रश्न भवती उक्तवती प्रश्नान् इति पुल्लिङ्गे बहुवचने बहुवचने द्वितीयविभक्तौ. एवं चेत् कांश्चन इति शब्दः कथं वा स्त्रीलिङ्गे स्यात्? आं महोदय, पुल्लिङ्ग द्वितीया बहुवचनं बहुवचने खलु, यथा विशेष्यं तथा विशेषणमस्ति. अस्तु समीचीनमस्ति. इदानीं अग्रे पुष्पा भगिनी, अग्रे. किञ्चित् अपि कार्यं करोमि इति तत्त्ववित् न मन्यते. तत्त्ववित् न मन्यते. तत्त्ववित् एकवचन तत्त्ववित् नपुंसकलिङ्गः आसक्त आगच्छति. किञ्चित् किञ्चित् कार्यं न मन्यते. कार्यं न मन्यते. कार्यं नपुंसकलिङ्ग एकवचन. किञ्चित् अपि कार्यं करोमि इति तत्त्ववित् न मन्यते. कार्यं करोमि. किञ्चित् तस्य विशेषणं? किञ्चित् कार्यं. समीचीनम्. अग्रे केनचित् प्रकारेण कृष्णः अर्जुनं युद्धे प्रेरितवान्. केनचित् प्रकारेण तृतीयविभक्ति प्रकारेण केनचित् प्रकारेण कृष्णः अर्जुनं युद्धे प्रेरितवान्. केन समीचीनमस्ति. केनचित् प्रकारेण इति द्वयोः शब्दयोः स्थाने कस्य शब्दस्य उपयोगं कर्तुं शक्नुमः अत्र? केनचन प्रकारेण न, केनचित् प्रकारेण इति द्वयोः शब्दयोः स्थाने कस्य एकस्य प्रयोगं कर्तुं शक्नुमः? कथमपि महोदय. कथञ्चित् कथञ्चित् इति समानार्थकः अस्ति अत्र. अस्तु, समीचीनमस्ति. अग्रे पद्मा भगिनी, अग्रे पद्मा भगिनी, अग्रे. परमेश्वरः न कश्चित् जीवस्य पापम् आदत्ते. जीवः पुंलिङ्ग एकवचनं षष्ठी विभक्ति. कस्यचित् षष्ठी विभक्ति भवति. कस्यचित् जीवस्य. समीचीनमस्ति. आदत्ते इति तत्र सावधानतया अत्र आदत्ते नाम दादातुः, दाने. किन्तु दाने इति नास्ति अत्र, आदाने आ अस्ति इति कारणेन अत्र न स्वीकरोति अथवा न मन्यते. तत्र ददाति इत्यस्य विपरीतरूपम् आददाति. विपरीतमस्ति. अस्तु, अग्रिमवाक्यमस्ति अत्र. महोदय, सन्ध्याभगिनी, एकः प्रश्नः. तत्तु उभयपदिनः अस्ति खलु महोदय? सत्यम्. अत्र आत्मनेपदे अस्ति. आत्मनेपद्य अत्र उभयपदः नास्ति. अस्ति दादातु, ददाति, दत्ते. अत्र आ उपसर्गः विपरीतार्थः भवति वा? सत्यं. दत्त्वा अथवा आदाय. आदाय इत्युक्ते स्वीकृत्य ल्यपि. अस्तु, अग्रे सन्ध्या भगिनी, अग्रे. परमात्मा केषाञ्चित् केषाञ्चन जनानां ज्ञानं प्रकाशयति. सो केषाञ्चन पुल्लिङ्ग षष्ठी विभक्ति बहुवचनम्. हा, समीचीनमस्ति. जनानाम् इति अस्य विशेषणं. केषाञ्चन जनानां ज्ञानं प्रकाशयति. अस्तु, समीचीनमस्ति. इदानीं समयः जातः अस्ति. तर्हि अनेन नाम अभ्यासेन लाभः अस्ति वा सर्वेषाम्? अस्तु अस्तु अस्तु अस्तु. लाभः अस्ति. बहु लाभः महोदय. अस्तु अस्तु अस्तु तर्हि. अस्तु, समीचीनं महोदय. अहं वचामि, संस्कृते वचामि. वदामि अथवा वच्मि. अस्तु, बहु समीचीनमस्ति. तर्हि इदानीं विरमाम, इतः अग्रे सरेम अग्रिमे सप्ताहे. अस्तु, धन्यवादः सर्वेषां. धन्यवादः. नमस्कारः महोदय.